पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 51 नरोत्तम उवाच त्रिदशानां च देवानामन्येषां जगदीश्वरः प्रभुकर्ता च हर्ता च गोप्ता भर्ता पिता प्रसूः अस्माकं वाक्श्रमो विष्णो कथनेनैव युज्यते किन्तु कौतूहलं मेऽस्ति पिपासा वा क्षुधापि वा कृतं पृच्छति येनैव वक्तव्यं तत्प्रियेण हि अतीतं चैव जानाति कथं नाथपतिव्रता किं वा तस्यां प्रभावं च वक्तुमर्हस्य शेषतः भगवानुवाच कथितं मे पुरा वत्स पुनः कौतूहलं द्विज कथयिष्यामि तत्सर्वं यत्ते मनसि वर्तते पतिव्रता पतिप्राणा सदा पत्युर्हिते रता देवानामपि साराध्या मुनीनां ब्रह्मवादिनां धवस्यैकस्य या नारी लोके पूज्यतमा स्मृता तस्य सम्मानने गुर्वी निभृता न भविष्यति मध्यदेशे पुरा तात नगरी चादिशोभना तस्यां च ब्रह्मजातीया सेव्या नाम्नी पतिव्रता तस्या धवो भवत्कुष्ठी पूर्वकर्मविरोधतः गलद्वरणास्य पत्युश्च नित्यं शर्यापरायणा यद्यन्मनोरथं तस्य शक्रिया सा कुरुदे भृशम् अर्चयेद्देववन्नित्यं स्नेहं कुर्यादमत्सरा कदाचित् पथि गच्छन्तीं वेश्यां परमसुन्दरीं दृष्ट्वा तीवा भवन्मोहान् मन्मथाविष्टचेतनः निःश्वस्य सुतरां दीर्घं तदस्तु विमनाभवद श्रुत्वा गृहाद्विनिसृत्य साध्वी पप्रच्छतं पतिम् उन्मनास्त्वं कथं नाथ निःश्वासस्ते कथं विभो ब्रूहि मे यच्च कर्तव्यमकर्तव्यं च यत्प्रियं दयितं ते करिष्यामि त्वमेको मे गुरुः प्रियः अभीष्टं वद मे नाथ यथा शक्ति करोम्यहम् इत्युक्ते तामुवाचेदं वृथा किं भाषसे प्रिये न शक्ता त्वं न चैवाहं मोखं वक्तुं न युज्यते प्रष्टुं नाधि करोषीति यथा दीर्घतरो फलम् भूमौ स्थित्वादु खर्वात्मा समुद्धर्तुं प्रवाञ्छति तथा मे रमणी लोभान्मोहाद्यदभिवाञ्छितं दम्पत्योरपि दुःसाध्यमपयानं वदाम्यहं पतिव्रतो वाच ज्ञात्वा तु त्वन्मनोवृत्तं शक्ताहं कार्यसाधने आदेशं गुरु मे नाथ कर्तव्यं येन केनचित् यदि ते दुर्लभं कार्यं कर्तुं शक्नोमि यत्नतः तदा मे त्वदिकल्याणं फलिष्यति परेत्विह इत्युक्ते परमः प्रीतस्थितो वचनमब्रवीत् पापाभ्यासाच्च पाप्मानं पृच्छतीति विनिश्चयः पद्यस्मिन् सम्प्रगच्छं धीं वेश्यां परमसुन्दरीं सर्वतश्चानवद्याङ्गीं दृष्ट्वा मे दह्यते मनः यदि तां त्वत्प्रसादाच्च प्राप्नोमि नवयौवनाम् तदा मे सफलं जन्म कुरु साध्विहितं मम यदि मां कुष्ठिनं दीनं पूदिगन्धं नवव्रणं न गच्छति वरारोहा तदा मे निधनं हितं श्रुत्वा तेनेरिदं वाक्यं साध्वी वचनमब्रवीद यथा शक्ति करिष्यामि स्थिरीभव प्रबोधुना मनसाधसमालोच्य क्षपान्ते ह्युषसिद्रुतं गोमयं सह शोधन्या गृहीत्वा सा यया मुदा सम्प्राप्य गणिकागेहं शोधयित्वा च चत्वरम् प्रतोलीं वीथिकां चैव गोमयं प्रददौ मुदा सा तूर्णमागदा गेहे जनस्यालोकने भयाद एवं क्रमेण सा साध्वी चरति स्म दिनत्रयम् अथ सा वारमुख्या च चडिकाश्चडकानपि अपृच्छत् कस्य कर्माणि शोभनानि च चत्वरे मया नोक्ते प्युषकाले कस्य मत्प्रियकारणाद् रुच्यकर्मणि दीप्यं ते रध्याश्चत्वरवीथिकाः परस्परेण संचित्य वारमुख्यां च दे ब्रुवन् अस्माभिर्न कृतं भद्रे कर्म चैदत्प्रमार्जनम् अध सा विस्मयं गत्वा संचिन्त्य रजनीक्षये तया च दृश्यते सा च तथैव पुनरागता दृष्ट्वा तां महदीं साध्वीं ब्राह्मणीं च पतिव्रतां दधारचरणे तस्या हाक्षमस्वेदिभाषिणी आयुर्देहं च सम्पत्तिर्यशोर्धकीर्तिरेव च एतासां मे विनाशाय स्फुरसीव पतिव्रते यद्यत् प्रार्थयते साध्वी नित्यं दास्यामि तद्दृढं सुवर्णं मणिरत्नं वा चेलं वा यन्मनोरथं तामुवाच ततः साध्वी न मे चार्थे प्रयोजनम् अस्ति कार्यं च दे किञ्चिद्वदामि कुरुषे यदि तदा मे हृदि सन्तोषकृतं सर्वं त्वयाधुना गणिकोवाच सत्यं सत्यं करिष्यामि द्रुतं वदपदिव्रते कुरु मे रक्षणं मादर्धृतं कृत्यं च मे वद कृपया निकृतं वाच्यं तस्यामुक्तं वरं प्रियं क्षणं विमृश्य सावेश्या कृत्वा क्षान्तिमुवाचः च कुष्ठिनः पूदिगन्धस्य सम्पर्के दुःखिता भृशं दिनैकं च करिष्यामि यदा गच्छति मद्गृहम् पतिव्रतोवाच आगमिष्यामि ते गेहमद्य रात्रौ च सुन्दरि भुक्तभोग्यं पतिं हृष्टं पुनर्नेष्यामि मद्गृहं गणिकोवाच गच्छ शीघ्रं महाभागे स्वगृहं च पतिव्रते पतिस्ते चार्थरात्रे स आगच्छतु च मद्गृहम् बहवो मे प्रयास्सन्ति राजानस्तत्समाश्चये एकैको मद्गृहे नित्यं तिष्ठतीह निरन्तरम् अद्याहं मे गृहं शून्यं करिष्यामि च त्वद्भयात् स चागच्छतु ते भर्ता स चास्मान् प्राप्य गच्छतु यदश्रुत्वा तु सा साध्वी गदासौ स्वगृहे तथा पत्यौ निवेदयामास कृत्यं ते फलितं प्रभो अद्य रात्रौ च तद्गेहं गन्तुं ख्यातिं करोति सा प्रभूताः पदयस्तस्यास्तव कालो न विद्यते विप्र उवाच कथं यास्यामि तद्गेहं मया गन्तुं न शक्यते यदज्ञात्वा कुतः क्षान्तिकृतं कार्यं कथं भवेद् पतिव्रतोवाच स्पृष्टस्तमहं कृत्वा नेष्यामि तद्गृहं प्रति सिद्धे ह्यर्धे नयष्यामि पुनस्ते नैव वर्त्मना द्विज उवाच कल्याणि त्वत्कृतेनैव सर्वं मे कृत्यमेष्यति इदानीं यत्कृतं कर्म स्त्रीजनैरपि दुःसहं तस्मिंश्च नगरे रम्ये नित्यं च धनिनो गृहे पौरेश्च प्रचुरं वित्तं हृदं राज्ञाश्रुतं तदा श्रुत्वा सर्वान्निशाचारानाहूय नृपतीरुषा जीवितुं यदि वो वाञ्छा चोरं मामद्य दास्यथ गृहीत्वा तु नृपस्याज्ञां यत्तैर्जिघृक्षया कुलैः चारैश्चोरो गृहीतस्तैर्बलाच्चैव नृपाज्ञया नगरोपान्तदेशे च वृक्षमूले खने वने समाधिस्थो महातेजा माण्डव्यो मुनिपुङ्गवः व्याधिष्ठद्वह्निसङ्काशो योगिनां प्रवरो मुनिः अन्तर्नाडीगतो वायुः किञ्चिन्न प्रतिभाति च तं ब्रह्मतुल्यं तिष्ठन्तं दृष्ट्वा दुष्टा महामुनिं चोरोयमद्भुताकारो धूर्तस्तिष्ठति कानने एवमुक्त्वा तु तं पापा बबन्धुर्मुनिसत्तमं नोक्ताश्च नेक्षितास्तेन पुरुषा अधिदारुणाः ततो राजा उवाचेदं सम्प्राप्तस्तस्करो मया उपान्ते च पथिद्वारे कुरुध्वं घोरदण्डनं माण्डव्यश्च मुनिस्तत्र पथि शूले च कीलितः पायुः देशे च तैर्दत्तं शूलं यावच्च मस्तकं व्यथां स च न जानाति शूले विद्ध तनुर्यमाद अन्यैरपि कृतो दण्डकृतस्तैस्तु मनोहितः यदस्मिन्नन्तरे रात्रावन्धकारे घनोन्नदे स्वपदिं पृष्ठद कृत्वा प्रययौ सा पतिव्रता माण्डव्यस्य तनौ सङ्गात् कुष्ठिनो गन्ध आगतः भग्नसमाधिस्तस्यैवं कुष्ठे संसर्गदो ध्रुवम् माण्डव्य उवाच एवं येनाधुना कृच्छ्रं कारिदं गात्रवेदनं स एव भस्मदां याद्दुःप्रोदिते च विरोचने माण्डव्ये नैव मुक्तः स पपादधरणीथले ततः पतिव्रता चाहब्रध्नो नोद यदुध्रुवम् दीनत्रयं गृहं नीत्वा शापाद्वेश्मगदा ततः शयनीये स्थितं रम्ये धृत्वा तिष्ठत्पतिव्रता शप्त्वा तं च मुनिश्रेष्ठो गदो देशमभीष्टकं शूरो नोदयते लोके यावच्चैव दिनत्रयं निखिलं व्यधितं दृष्ट्वा त्रैलोक्यं सचराचरं शतक्रतुं पुरस्कृत्य गदा देवाः पितामहं वृत्तं न्यवेदयन् सर्वं पद्मयोनौ दिवौकसः कारणं च न जानीमस्त्वं तु योग्यं विधेहिनः ब्रह्मोवाच पतिव्रताय यद्वृत्तं माण्डव्यस्य मुनेश्चयद यथा नोदयदे ब्रध्नो दादा देवेष्वेदयद ततो देवा विमानैश्च पुरस्कृत्य प्रजापतिम् गदास्तदन्तिकं विप्रतूर्णं सर्वे च भूतलं तेषां श्रिया विमानानां मुनीनां किरणैस्तथा शतसूर्यमिवाभादिनान्यत्र च गृहोदरे हाहदास्मि कथं सूर्यो मद्गृहे समुपस्थितः अदृश्यं ततया देव विमानैर्हंससन्निभैः एतस्मिन्नन्तरे ब्रह्मा तामुवाच पतिव्रताम् अखिलानां च देवानां द्विजानां च गवां तथा यथैव निधनं तेषां कथं ते परिरोचते मादक्रोधम् त्यजस्वाद्य सूर्यस्योदयनं प्रति पतिव्रतोवाच सर्वलोकानधिक्रम्य पतिरेको गुरुर्मम अस्य मृत्युर्मुने शापादुदीते च विरोचने तेनैव कारणेनैष मया शब्दो दिवाकरः न कोपान्न च मोहाच्च लोभात् कामान्न मत्सराद ब्रह्मोवाच एकस्य निधनेनैव त्रैलोक्यस्य हितं भवेत् ततस्ते चाधिकं पुण्यं मादरेवं भविष्यति सा चोवाच विधिं तत्र देवानामग्रदः सती पदीं त्यक्त्वा च मे सत्यं शिवं मे नानुरोचते। ब्रह्मोवाच उदिते च कगे सौम्ये पत्यौ ते भस्मतां गदे स्वस्ते भूते जत्रैलोक्ये करिष्यामि हिदं तव भस्मनः पुरुषो भव्यकामदेव समप्रभव गुणैः सर्वायुधो भर्ता रदिवत्त्वं च सर्वदा यथा पूज्यो हरिर्दैव्यैर्यथा लक्ष्मीश्च पूजिता तथैव दम्पती स्वर्गे तस्मान्मद्वचनं कुरु। पतिव्रतो वाच पत्युर्मे निधने ब्रह्मन् विधवा लोकनिन्दिता कांस्तु लोकान् गमिष्यामि भग्ना चारामलीमसा। ब्रह्मोवाच अधस्ते नास्ति दोषो वै मृतस्ते धवोऽधुना अस्माकं वचनेनैव कुष्ठी मन्मददां व्रजेद। वदत्येवं विधौ सा च विमृश्य क्षणमेव च बाढमुक्तवती सा च तदसूर्योदयो भवद। अभवद्भस्मरूपोऽसौ मुनिशापप्रपीडितः भस्मनो मध्यदो जादो द्विजो मन्मदपीडितः। दृष्ट्वा विस्मयमापन्नाः सर्वे ते पुरवासिनः मुदिता देवसङ्खाश्च जनस्वस्ततरो भवद। विमानेनार्कवर्णेन स्वर्गलोकादागतेन च पदिना सहसा साध्वी सुरैः सार्धं गदादिवम् एवं पदिव्रदा यस्माच्छुभा चैवदुमत्समा तेन वृत्तं च जानाति भूतं भव्यं प्रवर्तनम्। य इदं श्रावयेल्लोके पुण्याख्यानमनुत्तमम् तस्य पापं क्षयं व्याधि जन्म जन्मकृतं च यद अक्षयं लभते स्वर्गं विबुधैः सम्प्रयुज्यते। ब्राह्मणो लभते वेदं जन्मजन्मसु बाढव सकृच्छृणोति यः पूतो दुष्कृतौ काद्विमुच्यते। सुरालयमवाप्नोति स्वर्गात् भ्रष्टो धनी भवेद। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पतिव्रतोपाख्यानं नामैकपञ्चाशत्तमोऽध्यायः। ॐ